नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं. विषयः तु सानिवतादेशो अनल् विदौ इत्यत्र अन्तिमभागः प्रत्ययलोपे प्रत्ययलक्षणम् इति विषयः आरब्धः आसीत् गतवर्गे. तर्हि इत्युक्ते अस्माकं स्वाभाविकः प्रश्नः भवति, इदानीं सानिवतादेशो अनल् विदौ अतः परस्मिन् पूर्वविदौ तस्य निषेधकसूत्रं न पदान्तद्विर्वचने वरेयलोप इति सूत्रं तत् सर्वं दृष्टं. तर्हि इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सह कः सम्बन्धः इति प्रश्नः स्वाभाविकः प्रश्नः इति कृत्वा प्रसङ्गप्राप्तः इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्येव अद्यपि वयं किञ्चित् तस्मिन् विषये अपि पठामः. तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे प्रत्ययलुप्ते सत्यपि तस्य द्वारा विहितम् अङ्गकार्यं भवति. इत्युक्ते प्रत्ययस्य लक्षणम् इत्युक्ते लक्षणं नाम निमित्तम् इत्यर्थः. प्रत्ययः लुप्ते अपि प्रत्ययस्य निमित्तं मत्वा तत्र यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि भवन्ति. प्रत्ययस्य लक्षणं मत्वा यानि कार्याणि भवन्ति तानि सर्वाणि भवन्ति. तस्य अर्थः कः इति चेत् अङ्गकार्याणि भवन्ति. प्रत्ययं निमित्तीकृत्य यानि अङ्गकार्याणि सन्ति तानि सर्वाणि अपि भवन्ति इति एव प्रत्ययलोपे प्रत्ययलक्षणम् इति. तत्र राजनियोगः सु इति उदाहरणम् अस्माभिः परिशीलितं, यत्र तत्र सु इति प्रत्ययस्य लोपः जायते चेदपि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययः अस्ति इति मत्वा तत्र पदसंज्ञा जायते. अनन्तरं तत्र किं प्रातिपदिकसंज्ञा अपि अस्ति इति कृत्वा तत्र न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यं तत्र भवति. यदि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं नास्ति तदानीं तत्र किं राजन् इत्यस्य पदसंज्ञा न जायते चेत् तदानीं न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यं न भवति. अतः तत्र राजनियोगः तु इत्यत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य महत्त्वं किम् इति अस्माभिः ज्ञातुं शक्नुमः. प्रत्ययलुप्ते सत्यपि तत्र प्रत्ययः अस्ति इति मत्वा सुबन्तम् अस्ति इति मत्वा तत्र पदान्ते कार्याणि भवन्ति. अस्तु, तर्हि इदानीं ततः अग्रे किञ्चित् गच्छामः. तत्र आरब्धम् आसीत्, तत्र पुनः एकवारं परिशीलनं कुर्मः. तत्र कः पठति? अस्तु, तर्हि तत्र शोभा भगिनी आरब्धमिच्छति वा? आं भगिनि, कुतः भगिनि? प्रत्ययस्य लुक् स्लु लुपः इत्यस्मात्. हा अस्तु, सूत्रं पठित्वा. प्रत्ययस्य लुक् श्लू लुपः इति सूत्रम् इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं न तु तद् अवयवलोपे इति अर्थः सिद्ध्यति. पूर्वसूत्रात् प्रत्ययग्रहणानुवृत्त्या सिद्धे प्रत्ययग्रहणसामर्थ्यात् कृत्स्नस्य प्रत्ययस्य लोपः न तु एकदेशस्य इति अर्थः लभ्यते. यथा आघ्नीत इति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे आद्यप्रत्ययग्रहणम् एव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति. यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति. प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति. तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यम् अर्हति. प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं कर्तुं न शक्यते. तत्र भगिनी उक्तवती प्रत्ययलक्षणम् इत्युक्ते लक्षणं कर्तुं न शक्यते इत्युक्ते अङ्गकार्यं न भवति इति. इदानीं तत्र प्रत्ययस्य लुक् श्लू लुपः इति तत्र इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणं सामर्थ्यं तत्र किं दत्तम् इत्युक्ते एतेन सूत्रेण प्रत्ययस्य किं तत्र प्रत्ययस्य इति अनुवृत्तिः स्वीकृत्य अपि च तत्र आद्यप्रत्ययग्रहणसामर्थ्यात् इत्युक्ते आद्यः प्रत्ययः कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं तत्र कृत्स्न इत्युक्ते समस्त समग्र इति भवति तर्हि तत्र सम्पूर्णप्रत्ययस्य एव लोपः भवेत् तदा एव प्रत्ययलक्षणं भवति इति तत्र अर्थः भवति न तु केवलम् अवयवस्य लोपः इत्युक्ते तत्र प्रत्ययस्य कश्चन वर्णः एव तस्य एव लोपः भवति चेत् तदा प्रत्ययलक्षणं न भवति तस्मिन् सन्दर्भे अपि च पूर्वसूत्रात् प्रत्ययग्रहणानु अस्तु तद् अन्ते किं दत्तं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं कर्तुं न शक्यते तत्र पूर्वसूत्रात् प्रत्ययग्रहणानुवृत्त्या सिद्धे प्रत्ययग्रहणसामर्थ्यात् कृत्स्नस्य प्रत्ययस्य लोपः न तु एकदेशस्य इति अर्थः लभ्यते इत्युक्ते तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे प्रत्ययलोपे इति उक्तमस्ति इत्युक्ते सम्पूर्णप्रत्ययस्य लोपे एव पुनः प्रत्यय इति स्वीकृत्य प्रत्ययलक्षणम् इति दत्तमस्ति इति अर्थः लब्धं यथा तत्र एकम् उदाहरणं दत्तम् आघ्नीता इति तस्मिन् उदाहरणे अस्य इदं कार्यं भवति इति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे पुनः आद्यप्रत्ययग्रहणम् एव ज्ञापकम् इत्युक्ते तत्र आदौ एव प्रत्ययग्रहणम् इति ज्ञापकं तत्र सूचितम् अस्ति प्रत्ययलोपे इति उक्तत्वात् यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तत्र पूर्वसूत्रं तत्र तदेव प्रत्ययस्य लुक् श्लू लुपः इति तर्हि पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति तर्हि तत्र प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः तत्र सम्पूर्णतया लोपः न भवति चेत् प्रत्ययस्य तर्हि प्रत्ययलक्षणं कर्तुं न शक्नुमः तस्य प्रसक्तिः तस्य सूत्रस्य प्रसक्तिः नास्ति अपि च तत्र प्रत्ययलक्षणस्य प्रसक्तिः अपि न भवति तर्हि तात्पर्यरूपेण तत्र सम्पूर्णप्रत्ययस्य लोपः भवेत् तदानीम् एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लुप्तप्रत्ययस्य कार्यं तत्र आनीय वयं कर्तुं शक्नुमः इति अर्थः सिद्ध्यति तर्हि आग्नीता इति कस्य उदाहरणम् आग्नीता इति न जानामि भगिनि आग्नीता इति कुतः इत्युक्ते एकदेशस्य तत्र एकप्रत्ययस्य कश्चन भागः लुप्यते चेत् तदानीं कार्यं न भवति तदर्थम् उदाहरणं तत्र कथं भवति भगिनि आग्नीता इत्यत्र न तत्र तस्य विषये अग्रे उदाहरणं दत्तमस्ति वा तदानीं वयं पश्यामः परन्तु तत्र एकदेशस्य लोपः न भवति तदर्थं तद् अस्ति उदाहरणम् अस्तु अस्तु हा यत्र कुत्र इत्युक्ते अस्माकम् इदानीम् उदाहरणे अग्रे यत् दत्तं तत्र सियुट् इत्यस्य प्रसक्त्यां तदेव तत्र सकारस्य एव लोपः भवति तर्हि एकदेशस्य इति भवति तत्र तदानीं प्रत्ययलक्षणं न भवति इति अपि भवति अस्तु, समीचीनं समीचीनम् इत्युक्ते तत्र धन्यवादः भगिनि. तर्हि प्रत्ययस्य श्लू लुक् लुपः इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अनुवृत्तिः स्वीकर्तुं शक्यते. तथापि अत्र प्रत्ययलोपे इति आद्यप्रत्ययग्रहणं किमर्थं कृतम् इति चेत् अत्र कृत्स्नप्रत्ययस्य लोपः एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति अर्थः अनेन सिद्ध्यति इति एवं रीत्या व्याख्यानं कृतमस्ति. तर्हि प्रत्ययस्य एकदेशस्य लोपः भवति चेत् तदानीं प्रत्ययलोपे प्रत्ययलक्षणं न भवेत्, समग्रप्रत्ययस्य लोपः भवति चेदेव प्रत्ययलोपे प्रत्ययलक्षणम् इति भवेत् इति अत्र वार्ता अस्ति. अतः यत्र कुत्रापि प्रत्ययलोपे प्रत्ययलक्षणम् इति वयं कुर्मः तत्र समग्रप्रत्ययस्य लोपः अस्ति चेदेव प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति वक्तुं न शक्नुमः. इदानीं तत्र तदर्थमेव तत्र एकः प्रश्नः आसीत्, तस्य विषये तत्र वंशीभगिनी अग्रे पठतु. प्रत्ययस्य लुक् श्लू लुपः इति सदा भवति इति सदभवत् अग्रे स्क्रीन् रिफ्रेश् करोतु. ओ एवं वा, हा अस्तु. पूर्वपक्षिणः आक्षेपः यत् प्रत्ययस्य लुक् श्लू लुपः इति सूत्रात् प्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्ताधिकरणस्य पर्याप्ति प्रत्ययत्वपर्याप्ति अधिकरणस्य कृत्स्नप्रत्ययस्य लोपः इति अर्थः लभ्यते. अनेनैव इष्टसिद्धौ आद्यप्रत्ययग्रहणं व्यर्थं सत् अस्तु. अव्ययेपि एकनिमिषं भगिनि. अनेनैव इष्टसिद्धौ आद्यप्रत्ययग्रहणं व्यर्थं स्यात् अवयव अपि अवयवे व्यर्थं सत् अस्तु व्यर्थं सत् क्षम्यतां भगिनि. अवयवे अपि प्रत्ययत्वव्यवहारं ज्ञापयति अस्तु अस्तु. एवं च आदेशप्रत्ययोः इदुपदस्य च प्रत्ययस्य इत्यादौ प्रत्ययपदस्य तदवयवे लक्षणाश्रया आवश्यकता नास्ति अस्तु. सम्पूर्णं पठामि वा एकमेकं सम्पूर्णं पठतु अस्तु अस्तु. सात् पादाद्योः सात् पदाद्योः इति चरितार्थं न जाने किमर्थं दोषः अद्य सात् पदाद्योः इति सूत्रेण सात् इत्येतस्य पदाद् पदादेश्च अस्तु मूर्धन्यादेशः न भवति. विभाषा साति कात्स्न्योः कात्स्न्ये अस्तु इति सूत्रेण अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनं क्रियते चेत् विकारावाचिशब्दात् कृ भू तथा अस् एतेषां योगे स्वार्थे विकल्पेन साति प्रत्ययः भवति. यदि अयं विकारः सम्पूर्णरूपेण अशेषेण कात्स्न्येन सम्पद्यते तर्हि तस्मात् विकारवाचिनः शब्दात् श्वी प्रत्ययस्य अपवादरूपेण विकल्पेन साति इति प्रत्ययः भवति. पक्षे श्वी प्रत्ययः अपि भवति. यथा सम्पूर्णरूपेण अग्निः सम्पद्यते तत् करोति इत्येव अग्नियोगः साति अग्नियोगः सात् इकारः उच्चारणार्थः तकारस्य इत्संज्ञा भादनार्थः च अग्निसात् अत्र आदेशप्रत्ययोः इत्यनेन इन्कोः परस्य अपदान्तस्य प्रत्यय अवयवरूपस्य सकारस्य मूर्धन्यः आदेशः स्यात्. किन्तु सात् पदाद्योः इति सूत्रेण शादित्येतस्य मूर्धन्यादेशः न भवति अग्निसात् जलं जेषु कुत्र पठति स्क्रीन् रिफ्रेश् करोतु भगिनि स्क्रीन् रिफ्रेश् पश्यामि इदानीं पीडिएफ् मास्तु अत्र स्क्रीन् आन्लैन् पश्यतु अत्र इदानीमेव मया परिष्कृतमस्ति खलु योजितम् आन्लैन् मध्ये पश्यतु भगिनी तत्र लिङ्क् अपि प्रेषितवती खलु चाट् मध्ये भगिनी पठतु अस्तु जलां जशोन्ते अग्निसात् अग्निसात् वा अवसाने इति वैकल्पं वैकल्पिकं चत्वं यदि प्रत्यय अवयवस्य प्रत्ययत्वेन व्यवहारः न स्यात् तर्हि सातेः सकारस्य प्रत्ययत्वाभावेन षत्व अप्राप्त्या सात् पदाद्योः इति सन्निषेधाय कृतं सद्ग्रहणं व्यर्थं स्यात् इति भावः बहु किमपि अस्ति भगिनी तत्र एकमेकं नीत्वा पठामि वा वाक्यम् आमां कृपया अस्तु पूर्वपक्षिणः आक्षेपः यत् प्रत्ययस्य लुक्षुलुपः इति सूत्रात् प्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्ति अधिकारस्य कृत्स्नप्रत्ययलोपः इति अधिकरणस्य तदेव न उक्तम् अधिकरणस्य कृत्स्नप्रत्ययस्य लोपः इति अर्थः लभ्यते अस्तु पूर्वपक्षिणः प्रश्नः अस्ति पूर्वपक्षी नास्ति भवती एव पूर्वपक्षी गतवर्गे पृष्टवती अन्य कोऽपि नास्ति आं चिन्तितवती व्याख्यानेषु उद्घाटितं भवति अस्तु अतैव पूर्वपक्षम् अस्तु प्रत्ययस्य लुक्षुलुपः इति सूत्रात् तत्र इति सूत्रात् प्रत्ययस्य अनुवृत्तिः स्यात् तत्र प्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्ति अधिकरणस्य कृत्स्नप्रत्ययलोपः इति अस्तु तत्र प्रत्ययस्य लुक्षुलुपः इति पूर्वसूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रात् तर्हि तत्र प्रत्ययस्य यदि शब्दः तस्मिन् अस्ति तत्र अनुवृत्त्या तत्र तस्मिन् अनन्तरसूत्रे तत्र प्रत्ययलोपे प्रत्ययलक्षणे इत्यस्मिन् किमर्थं तत्र पुत्रप्रत्ययस्य अर्थः न बुध्यते तत्र पुत्रप्रत्ययलोपः किमर्थम् अर्थः न लभ्यते इति प्रश्नः आसीत् अनेनैव इष्टसिद्धौ आद्यप्रत्ययग्रहणं व्यर्थं सत् अवयव अवयवे अपि अस्तु अनेनैव इष्टसिद्धौ आद्यप्रत्ययग्रहणं व्यर्थं सत् अवयवे अपि प्रत्ययत्वव्यवहारं ज्ञापयति अस्तु तत्र आद्यप्रत्ययग्रहणं व्यर्थं सत् इत्युक्ते तत्र प्रत्ययस्य लोपः यदि कुर्मः तत्र सम्पूर्णप्रत्ययस्य कुर्मः अवयवे अपि प्रत्ययव्यवहारं ज्ञापयति इत्युक्ते इष्टप्राप्तिसिद्ध्यर्थं आद्यप्रत्ययग्रहणं व्यर्थम् इत्युक्ते तत्र यदि एक प्रत्ययस्य एकः अवयवः यदि स्वीकुर्मः तत्र न इष्टसिद्धिः न भवति तस्मात् तत्र अवयवे भगिनि अत्र पूर्वं यद् वाक्यं पठितं तस्मिन् प्रसङ्गे अत्र दत्तमस्ति पूर्वं किमस्ति प्रथमवाक्येन किम् उक्तम् प्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्ति अधिकरणस्य इत्युक्ते प्रत्ययपर्याप्ति अधिकरणस्य इत्युक्ते तत्र सम्पूर्णप्रत्ययः वा तत्र न प्रत्ययस्य स्लूलुप्लुपः इत्यस्मात् प्रत्ययस्य इति पदस्य अनुवृत्तिः स्वीकुर्मः चेत् तदानीमपि यथा भवती पृष्टवती तदानीमपि समग्रप्रत्ययस्य एव लोपः इति अवगन्तुं शक्नुमः खलु इति प्रश्नः आसीत् खलु सत्यं तदेव आसीत् तदेव अत्र उक्तमस्ति प्रत्ययस्य श्लूलुप्लुपः इत्यस्मात् प्रत्ययग्रहणसामर्थ्यात् तर्हि तत्रापि समग्रप्रत्ययस्य एव लोपः इति अर्थः लभ्यते खलु अनेन एव इष्टसिद्धिः चेत् तर्हि किमर्थं प्रत्ययरूपे प्रत्ययलक्षणम् इत्यत्र प्रत्ययः इति पदं पुनः योजितम् व्यर्थमस्ति खलु अद्य प्रत्ययग्रहणं व्यर्थमस्ति खलु तर्हि अस्तु विनयमहोदयस्य तत्र मध्ये तत्र म्यूट् करणीयं प्रायः प्रतिध्वनिः आगच्छति अस्तु अस्तु हा अनेन इष्टसिद्धौ आद्यप्रत्ययः अस्तु पूर्वसूत्रात् आद्यप्रत्ययग्रहणं व्यर्थं सत् अस्तु अवयवे अपि प्रत्यय पूर्व न पूर्वसूत्रात् इति न अत्र पश्यतु भगिनि अत्र प्रत्ययस्य श्लू लुप् लुपः इत्यस्मात् प्रत्ययस्य इति पदम् अनुवृत्तिरूपेण आनेतुं शक्नुमः खलु सत्यं तेन समग्रप्रत्ययस्य लोपः इति अर्थः अवगम्यते तर्हि इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे प्रत्ययलोपे इति किमर्थम् उक्तं प्रत्ययः लोपे प्रत्ययस्य श्रूयते श्रूयते तत्र ते सर्वे तत्र म्यूट् कुर्वन्ति चेत् सर्वे कस्य ध्वनिः न श्रूयते भवत्याः एव मम ध्वनिः न श्रूयते वा अधुना सर्वे अधुना श्रूयते अस्तु सर्वे म्यूट् मध्ये एव सन्ति इदानीम् अत्र मम प्रथमवाक्यं श्रुतं वा पुनः वदति वा भगिनि कृपया इत्युक्ते तत्र पूर्वपक्षिणः आक्षेपः अस्ति प्रत्ययस्य श्लूलुक्लुपः इति सूत्रं वर्तते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् पूर्वं सूत्रमस्ति प्रत्ययस्य श्लूलुक्लुपः तर्हि तस्मिन् सूत्रे प्रत्ययस्य इति पदम् अस्ति प्रत्ययस्य इति पदेन समग्रप्रत्ययस्य लोपः इति अर्थः अवगम्यते तर्हि तस्मात् सूत्रात् प्रत्ययस्य इति पदम् अनुवृत्तिरूपेण प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे आनेतुं शक्नुमः एवं कुर्मः चेत् तत्र अस्मिन् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे आद्यप्रत्ययग्रहणं प्रत्ययलोपे इति प्रत्ययः इति यत् पदमस्ति तत् पदं व्यर्थं भवति यतोहि अनुवृत्तिरूपेण आनयामः चेत् किमर्थम् अस्मिन् सूत्रे पुनः प्रत्ययस्य लोपे सति प्रत्ययलक्षणम् इति किमर्थं वक्तव्यं प्रत्ययस्य इति पदं पूर्वस्मात् सूत्रात् आनेतुं शक्नुमः अतः अस्मिन् सूत्रे प्रत्ययस्य इति पदं व्यर्थमस्ति तस्य लाभः कः प्रयोजनं किम् इति प्रश्नः अस्तु अस्तु अनेनैव इष्टसिद्धौ आद्यप्रत्ययग्रहणं व्यर्थं सत् अवयवे अपि प्रत्ययत्वव्यवहारं ज्ञापयति अस्तु अवयवे अपि इत्युक्ते कस्य अवयवः इति वदति अस्ति प्रत्ययस्य अवयवः प्रत्ययस्य अवयव प्रत्यय अस्तु प्रत्ययस्य अवयवे अपि प्रत्ययत्वम् इति व्यवहारः वर्तते अस्तु अस्तु अवगतम् अग्रे अग्रे अस्तु एवञ्च आदेशप्रत्ययोः इदुदुपदस्य च प्रत्ययस्य इत्यादौ प्रत्ययपदस्य तदवयवे लक्षण आश्रय आश्रयणात् लक्षणाश्रय आश्रयणावश्यकता नास्ति लक्षण आश्रय किमस्ति आश्रयणावश्यक न किमर्थमस्ति लक्षण आश्रय आश्रयणम् आश्रयणतायाः आवश्यकता नास्ति लक्षण आश्रयणता इति भवेत् लक्षण आश्रयणम् इति अस्ति भगिनि आश्रयणम् इति अस्ति तत्र आश्रयण इति प्रातिपदिकम् आश्रयण आश्रयणस्य आवश्यकता तत्र सन्धिः आम् आं समीचीनं लक्षण आश्रयणावश्यकता नास्ति अस्तु तर्हि तत्र आदेशप्रत्ययोः अस्मिन्नपि प्रत्ययः शब्दः अस्ति इदुपद इदुपद न इदुदुपदस्य च प्रत्ययस्य इत्यस्मिन्नपि तत्र सूत्रं तु अष्टमाध्याये अस्ति किल आदेशप्रत्ययोः अपि च इदुदुपदस्य च प्रत्ययः इति आवश्यकता नास्ति इत्युक्ते तत्रापि प्रत्ययशब्दः न आवश्यकः इति वदति वा तत्र न तथा न उक्तं तत्र किम् उक्तं प्रत्ययपदस्य तद् अवयवे लक्षण आश्रयण आवश्यकता नास्ति लक्षण आश्रयणावश्यकता इत्युक्ते न अवगतं क्षम्यताम् इत्युक्ते तत्र प्रत्ययः पूर्वव्यवहारः खलु अवयवे अपि प्रत्ययत्वव्यवहारः अस्ति इति उक्तं तर्हि तत्र आदेशप्रत्ययोः इत्यत्र तत्र तादृशप्रत्ययत्वव्यवहारस्य आवश्यकता नास्ति तत्र आदेशप्रत्ययोः अपि च इदुपदस्य च प्रत्ययस्य इदुपदस्य च प्रत्ययस्य इति सूत्रं त्यजामः आदेशप्रत्ययोः इति तु वयं जानीमः तर्हि आदेशप्रत्ययोः इति सूत्रे प्रत्ययपदस्य तदवयवे लक्षणम् इत्यस्य आवश्यकता नास्ति तस्मिन् सूत्रे इति इतः अग्रे पठतु किञ्चित्. सात् पदाद्योः, सात् पदाद्योः इति च चरितार्थं, सात् पदाद्योः इति सूत्रेण सात् इत्येतस्य पदादेश्च मूर्धन्यादेशः न भवति. अस्तु, इति सूत्रेण सात् इत्येतस्य पदादेः च, अस्तु, तत् सूत्रं किं वदति? मूर्धन्यादेशः न भवति इत्युक्ते तत् मूर्धन्यादेश सत्वं भवति खलु आदेशप्रत्ययोः इत्यस्य निषेधकसूत्रमस्ति. आदेशप्रत्ययोः इत्यनेन सत्वं भवति, शकारस्य स्थाने शकार मूर्धने शकारादेशः भवति. तादृशमूर्धने शकारादेशः न भवति सात् इत्यत्र, न भवति सात् इति प्रत्ययस्य विषये न भवति. प्रत्ययः सात् इत्येतस्य पदादेः, ओके, अस्तु, पदादेः मूर्धन्यादेशः न भवति. अस्तु, विभाषा साति कार्त्स्न्ये इति सूत्रेण अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनं क्रियते चेत् विकारवाचीशब्दात् इति सूत्रेण अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनं क्रियते चेत् विकारवाचीशब्दात् क्रू भ्रू तदा अस् एतेषां योगे स्वार्थे विकल्पेन साति प्रत्ययः भवति. अस्तु, अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सूत्रार्थः स्पष्टः नास्ति भवति. सम्पादयति चेत् तत्र पश्यतु, अत्र श्रीप्रत्ययः इत्यस्य अर्थः कः इति जानाति वा? श्रीप्रत्ययस्य अभूत् किं वदामि, तत्र शुक्लीकृतम् इति तत्र यत् नास्ति अधुना भवति, तत्र पारिभाषिकशब्दः न वक्तुं शक्नोमि. इत्युक्ते अशुक्लं शुक्लं भवति इति शुक्लीकरोति इति, स्वशुक्ली भवति इति, अशुक्लं शुक्लं भवति अथवा अशुक्लं शुक्लीकृत्य, इत्युक्ते यत् शुक्लं नास्ति इदानीं तत्र शुक्लीक्रियते, तदर्थं तत्र स्वीप्रत्ययस्य योगः भवति. एवमेव अत्रापि यत् किमपि तथा नास्ति इदानीं तत्र सम्पद्यते, इदानीं प्राप्यते, तदानीम् इदानीम् अशुक्लम् अशुक्लम् अशुक्लः शुक्लं सम्पद्यते इति इत्यस्मिन् अर्थे साति इति प्रत्ययः भवति, शुक्लसात् इति भवति, शुक्लसात्. एवं तत्र एवम् अत्र बहुत्र प्रातिपदिकात् सात् इति प्रत्ययः भवति, यत्र यथा तथा नासीत् पूर्वम् इदानीं तादृशं सम्पद्यते इति विकल्पेन सात् प्रत्ययः भवति. एकस्मिन् पक्षे स्वीप्रत्ययः भवति, अन्यस्मिन् पक्षे सात् प्रत्ययः भवति. इत्युक्ते स्वीप्रत्ययस्य यः अर्थः सः एव अर्थः अत्रापि, परन्तु सम्पूर्णरूपेण विकारः सम्पूर्णरूपेण भवति. अवगतं वा? आम् आम् अवगतं भगिनि. तर्हि तत्र सात् प्रत्ययः अपि च स्वीप्रत्ययः समानार्थकौ भवति वा तर्हि तत्र? आमां, समानं, समानः अर्थः. अस्तु, अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनं क्रियते चेत् विकारवाचिशब्दात्, अस्तु, ओ, यत्र विकारः क्रू ब्रू तदा अस् एतेषामेव तत्रापि च्वी प्रत्यय एतेषां शब्दानामेव तत्र कार्यं करोति, च्वी अपि किल, तत्र एतेषां योगे स्वार्थे विकल्पेन साति प्रत्यय भवति. अस्तु, यदि अयं विकारः सम्पूर्णरूपेण अशेषेण कार्च्छ्नेन सम्पद्यते तर्हि तस्मात् विकारवाचिनः शब्दात् च्वी प्रत्ययस्य अपवादरूपेण विकल्पेन साति इति प्रत्ययः भवति. अस्तु, सूत्र यदि तत्र सम्पूर्णरूपेण यदि भवति विकारः तर्हि तत्र विकारवाचिनः, विकारवाचिनः इत्युक्ते तत्र शुक्लीकरोति, शुक्लं यत् नास्ति अधुना अशुक्लम् आसीत् अधुना शुक्लं भवति इति तत्र शुक्लः अशुक्लः अधुना शुक्लः भवत् इति विकारवाचिशब्दः अस्ति, अतः तस्मात् चिच्वी प्रत्ययः अपवादरूपेण विकल्पेन साति इति प्रत्ययः भवति. च्वी प्रत्ययः भवति उत्सर्गरूपेण, तस्य अपवादः भवति साति इति प्रत्ययः, परन्तु तत्र विभाषा इत्युक्तवत् रूपद्वयं भवति इति प्रायः, एकस्मिन् तु शुक्लीकृत् करोति, अन्य शुक्लसात् इति भवति प्रायः इति चिन्तयामि. समीचीनं वा भगिनि? आं, शुक्लसात्. पक्षे च्वी प्रत्ययः अपि भवति, सत्यं, यथा सम्पूर्णरूपेण अग्निः सम्पद्यते. अस्तु, उदाहरणमस्ति यथा सम्पूर्णरूपेण अग्निः सम्पद्यते तत् करोति इत्येव अग्नि साति अग्निसात् इकारः उच्चारणार्थः तकारस्य इत्संज्ञा बाधनार्थः च अस्तु साति इत्यस्मिन् तत्र अग्नियोगः साति इति साति इति प्रत्ययः अस्ति तत्र इकारः तु उच्चारणार्थः अपि च तत्र तकारः इत्संज्ञा बाधनार्थः च अस्तु सात् इति भवति इत्संज्ञा तु न भवति सात् तकारस्य इत्संज्ञा न भवति इति कारणात् अग्निसात् इति रूपं भवति अत्र आदेशप्रत्ययोः किमर्थम् इकारः उच्चारणार्थः योजितः इति वदति किमर्थम् इकारः आवश्यकता अस्ति इकारस्य आवश्यकता किमर्थम् अस्ति यदि इकारः नास्ति तदानीं किं भवति तकारस्य इत्संज्ञा भवति न यदि इकारः नास्ति हलन्ति इत्यनेन तत्र अतः बाधनार्थम् इकारः उच्चारणार्थम् अस्ति समीचीनम् अवगतं तत्र इकारः योजितः तत्र अग्निसात् अत्र आदेशप्रत्ययोः इत्यनेन इन्कोः परस्य अपदान्तस्य प्रत्यय अवयवरूपस्य सकारस्य मूर्धन्यः आदेशः स्यात् अस्तु तत्र अग्निसात् इति शब्दे इकारः परः परे तत्र सात् इति प्रत्यय सकारः प्रत्यय अवयवः अस्ति सकारः प्रत्यय अवयवः अस्ति इति कारणात् सकारस्य शत्वं भवति आदे भवेत् आदेशप्रत्ययोः इत्यनेन यतोहि तत्र इन्कोः इति कृत्वा इ इकारः परे सकारः अस्ति किन्तु सात् पदाद्योः इति सूत्रेण सादि इत्येतस्य मूर्धन्यादेशः न भवति अस्तु सात् पदाद्योः इति सूत्रेण तत्र सकारस्य शत्वं न भवति इति कारणात् अग्निसाद् एव रूपं भवति जलां जशोन्ति इत्यनेन अग्निसाद् अग्निसात् इति भवति वा अवसाने इत्यनेन रूपद्वयं भवति यदि प्रत्यय अवयवस्य प्रत्ययत्वेन व्यवहारः न स्यात् तर्हि सातेः सकारस्य प्रत्ययत्वाभावेन अस्तु षत्वाप्राप्त्या साद् पदाद्योः इति तन्निषेधाय कृतं सद्ग्रहणं व्यर्थं स्यात् इति भावः अस्तु अन्तिमवाक्ये तत्र तस्य निष्कर्षः अस्ति किमस्ति इत्युक्ते प्रत्यय अवयवस्य प्रत्ययेन व्यवहारः न स्यात् अस्तु ओके तर्हि अत्र किम् अस्ति इत्युक्ते आदेशप्रत्ययोः इत्यनेन यत् प्राप्तं तस्य निषेधः करोति सात् पदाद्योः यदि प्रत्यय अवयवस्य प्रत्ययत्वेन व्यवहारः नास्ति तर्हि सातेः सकारस्य प्रत्ययत्वभावे षत्वा प्राप्य अस्तु एकनिमिषं भवति तृतीयभावेन षत्वा प्राप्य चात् पदाद्योः इति तन्निषेधाय कृतं सत्ग्रहणं व्यर्थं स्यात् अस्तु तत्र सकारस्य एव तत्र परिवर्तनं जायते सम्पूर्णप्रत्ययस्य परिवर्तनं न जातम् यतोहि तत्र प्रत्यय आदेशप्रत्ययोः इति उक्तत्वा तत्र सम्पूर्णप्रत्ययस्य लोपः न स्यात् सकारस्य एव षत्वं भवति अतः तत्र प्रत्ययलोपे प्रत्ययग्रहणम् इत्यनेन तत्र सकारस्य यत् तत्र एकनिमिषः भगिनि तत्र सकारः अधुना प्रत्ययः सम्पूर्णप्रत्ययः नास्ति प्रत्ययस्य अवयवः अस्ति इति कारणात् षत्वाप्राप्त्या सात् पदाद्योः इति तन्निषेधाय पुनः पठतु षत्व किं षत्वाप्राप्त्या अस्तु न परन्तु आदेशप्रत्ययोः इति प्राप्तः अस्ति किल तत्र आदेशप्रत्ययोः इति स्यात् इति कारणेन इकारस्य परे सकारस्य अवयवरूपी सकारस्य षत्वं स्यात् परन्तु अन्तिमवाक्ये किञ्चित् क्लेशः अस्ति भगिनि प्रत्ययवस्प्रत्ययस्य व्यवहारः न स्यात् केनापि वक्तुम् इच्छति वा केनापि तत्र कोऽपि वक्तुम् इच्छति वा यदि प्रत्ययवयस्य प्रत्ययत्वेन व्यवहारः न स्यात् तर्हि सातेः सकारस्य प्रत्ययत्वाभावेन अस्तु न तत्र प्रत्ययः नास्ति इति वदति वा प्रत्यय अवयवस्य प्रत्ययत्वेन व्यवहारः न स्यात् इत्युक्ते तत्र सात् इत्यस्मिन् सकारः अवयवः तत्र प्रत्ययत्वेन न स्यात् तर्हि सातेः सकारस्य प्रत्ययत्वाभावेन अस्तु सम्पूर्णप्रत्ययः नास्ति सकारः तु सम्पूर्णप्रत्ययः नास्ति षत्व अप्राप्य षत्व अप्राप्य प्राप्तः अस्ति न किमर्थम् अप्राप्य इति तत्र लिखितम् इति भवती एव प्रतिपादयतु भगिनि किञ्चित् क्लेशः अस्ति एकवारं प्रति विजयलक्ष्मी भगिनी किम् अवगतवती वद वदतु सम्यक् न अवगतवती परन्तु अत्र सात् पदाद्योः इति सूत्रे सात् इति प्रत्ययः पदाद्योः इत्यस्य अर्थः न अवगच्छामि भगिनी सात् सात् इति तत्र दलद्वयम् अस्ति सात् इति अस्ति पदादेहे इति अस्ति पदादेहे इति त्यजतु इदानीम् अस्माकं विषयः नास्ति सात् इति अवगच्छति खलु सात् इति प्रत्ययः सात् इति प्रत्ययः तत् प्रत्ययस्य योजनेन आदेशप्रत्यययोः इति यद् षत्वं भवति स्म तद् न भवति इति सूत्रं तत् कार्यं निषिध्यते पुनः वदतु पुनः वदतु सात् इति प्रत्ययः योजनेन सकारः प्रत्ययस्य अवयवभागः अस्ति अतः अपि च अग्नि इति शब्दे पूर्वं यद् इकारः अस्ति तद् इन् इन् इति प्रत्ययस्य भागः अस्ति अतः अत्र सकारस्य आदेशप्रत्ययोः इति सूत्रेण सकारस्य शकार मूर्धन्यषकारादेशः भवति स्म अत्र कदा भवति यदा सकारः प्रत्ययस्य अवयवः भवति तदा षत्वं भवति पूर्वम् अव्यवहितपूर्वं तथा तावद्मात्रं नास्ति प्रत्ययस्य अवयवः भवति चेत् सत्वं भवति इति न अत्र प्रत्ययस्य अवयवः प्रत्ययत्वेन व्यवहारः यदा भवति तदानीमेव सत्वं भवति तत्र तस्मिन् सूत्रे आदेशप्रत्ययोः इत्यत्र इन्कोः परस्य अपदान्तस्य प्रत्यय अवयवरूपस्य प्रत्ययत्वेन व्यवहारः अस्ति चेत् तदानीं सकारस्य मूर्धन्यादेशः भवति अवयवस्य अपि प्रत्ययत्वेन व्यवहारः भवेत् तदानीमेव तत्र प्रत्ययस्य अवयवस्य अवयवस्य सकारस्य स्थाने मूर्धन्यादेशः भवति यदि तथा नास्ति यदि प्रत्ययस्य अवयवस्य प्रत्ययत्वेन व्यवहारः नास्ति तदानीं तत्र किं भवति इति चेत् सत्वमपि न प्राप्यते सत्वस्य अप्राप्तिः आदेशप्रत्ययोः इत्यनेन सत्वस्य अप्राप्तिः यदि सत्वस्य अप्राप्तिः भवति तदानीं सात्पदाद्योः इति सूत्रं व्यर्थं भवति यतस्मिन् सूत्रे सत् ग्रहणं व्यर्थं तस्मिन् सूत्रे सात् इति उक्तं खलु तद् ग्रहणं व्यर्थं स्यात् अस्तु तत्तु अवगतं भगिनि परन्तु तत्र सम्पूर्णप्रत्ययस्य इति तु तत् शब्दस्य तत्र अर्थः तत्र किं प्रयोजनं किम् अस्ति तर्हि किं किं कस्य प्रयोजनं किम् अवगतं तत्र अवगतं तद् वदतु तदवगतम् इति उक्तं खलु किम् अवगतं तद् वदतु हा तत्र आदेशप्रत्ययोः इत्यस्मिन् शत्रुं कदा भवति इत्युक्ते तत्र सकारः प्रत्ययस्य अवयवः भवेत् अपि च प्रत्ययत्वम् अपि तस्मिन् भवेत् यदि प्रत्ययत्वं तदा नास्ति तर्हि सकारस्य षत्वं न भवति यदि सकारस्य षत्वं न भवति तर्हि तत्र सात् पदाद्योः इति सूत्रमेव व्यर्थमस्ति यतोहि तत्र षत्वस्य षत्वस्य निरूप षत्वमेव न प्राप्तं तर्हि एव एतत् सूत्रं किमर्थम् इति प्रश्नः इति चिन्तयामि. किमर्थं तादृशप्रश्नः किमर्थं तादृशप्रश्नः किमर्थं तादृशप्रश्नः इत्युक्ते तत् तर्हि षत्वमेव न प्राप्तं किमर्थं तत् षत्वस्य प्राप्तेः आवश्यकता यदि षत्वं प्राप्यते तदा एव तत् एतत् सूत्रं कार्यं करोति न तस्य निषेधं करोति हा इत्युक्ते प्राप्तिः अस्ति चेदेव निषेधः शक्यते सत्यं तर्हि तत्तु बुद्धं परन्तु सम्पूर्णप्रत्ययस्य कृत्स्नप्रत्ययस्य लोपः प्रत्ययलोपे प्रत्ययलक्षणे तत्र तस्मिन् विषये तत् न अस्मिन् परिच्छेदे अस्मिन् परिच्छेदे तस्य विषये एव नास्ति समग्रप्रत्ययस्य लोपः इति तु पूर्वस्मिन् परिच्छेदे समाप्तम् अस्मिन् परिच्छेदे प्रश्नः अस्ति प्रत्ययस्य श्लू लुक् लुपः इत्यस्मात् प्रत्ययस्य इति पदम् आनेतुं शक्नुमः खलु समग्रप्रत्ययस्य लोपः इति वक्तुं पूर्वस्मात् सूत्रात् आनेतुं शक्नुमः खलु तेन इष्टसिद्धिः भवति खलु तर्हि किमर्थम् अत्र पुनः प्रत्ययस्य इति आद्यग्रहणं कृतम् इति प्रश्ने सति तत्र वदति तत्र किमर्थं कृतम् इति चेत् तदेव ज्ञापयति यत् प्रत्ययस्य अवयवस्यापि प्रत्ययत्वं वर्तते तत् कथं जानीमः इति चेत् तत्र तस्य सिद्धिः भवति सात्पदाद्योः इति सूत्रेण यतोहि सात्पदाद्योः इति सूत्रं अपि च आदेशप्रत्ययोः इति सूत्रं तदा एव कार्यं करोति यदा प्रत्ययस्य अवयवस्य अपि प्रत्ययत्वव्यवहारः अस्ति यदि प्रत्ययस्य अवयवस्य प्रत्ययत्वव्यवहारः एव नास्ति तदानीम् आदेशप्रत्ययोः इत्यस्य प्राप्तिः अपि न भवति सात्पदाद्योः इति सूत्रमपि व्यर्थं भवति अस्तु अस्तु अवगतं भगिनि अधुना अस्तु तत्र सकारस्य प्रत्ययत्वमपि अस्ति परन्तु तत् तस्य प्रत्ययत्वमपि अस्ति इति कारणात् तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मिन् पुनः तत्र शब्दः योजितः केन कारणेन इत्युक्ते प्रत्ययस्य न भगिनि अत्र प्रत्ययस्य लोपः न जातः खलु अत्र प्रत्ययलोपे लक्षणमिति विषयः नास्ति सकारस्य लोपः न जातः खलु न जातः भगिनि तत्र लोपः न जाति परन्तु प्रत्ययत्वं तत्र सकारे अपि वर्तते इति अपि अवबुध्यते एव किल तत्र सकारे अपि प्रत्ययत्वम् अस्ति इति कथं जानीमः इति चेत् प्रत्ययलोपे प्रतिलक्षणम् इति सूत्रमेव ज्ञापकमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् एव ज्ञापकम् अस्ति कथं ज्ञापकम् अस्ति इति चेत् अस्मिन् सूत्रे आद्यप्रत्ययग्रहणं कृतमस्ति प्रत्ययलोपे इति कृतमस्ति खलु तत्र पुनः प्रत्ययः इति शब्दः योजितः तेन वयम् अवगन्तुं शक्नुमः यत् अत्र इत्युक्ते पूर्वस्मात् सूत्रात् प्रत्ययस्य इति पदस्य अनुवृत्तिः शक्यते तथापि अस्मिन् सूत्रे प्रत्ययस्य इति पदं योजितमस्ति प्रत्ययलोपे इति तर्हि किमर्थम् इति चेत् पूर्वस्मात् सूत्रात् प्रत्ययः इति पदस्य अनुवृत्तिः भवति चेत् तदानीमपि समग्रप्रत्ययस्य लोपः भवति इति अर्थः सिद्ध्यति तर्हि पुनः अस्मिन् सूत्रे किमर्थम् आद्यग्रहणं प्रत्ययस्य आद्यग्रहणं किमर्थं कृतम् इति चेत् तदेव ज्ञापयति यत् प्रत्ययस्य अवयवस्यापि प्रत्ययत्वं वर्तते इति ज्ञापयति अस्तु अस्तु अवगतं भगिनि उत्तममस्ति उदाहरणम् उत्तममस्ति एतत्तु ज्ञाते अस्ति वा भगिनि उदाहरणं न परिभाषेन्दुशेखरे अस्ति एतत् एवं वा अस्तु उत्तमं धन्यवादः भगिनि अधुना दुष्टः पुत्रं प्राप्तं समाहितः अधुना अस्तु सर्वैः बुद्धं वा अत्र किञ्चित् जाटिल्यम् अस्ति अवगतं वा प्रश्नः अस्ति वा न भगिनि न अवगतं भगिनि न अवगतं वा उत्तमं बहु सम्यक् सम्यक् इत्युक्ते भवती पूर्वपक्षी नास्ति खलु इति कृत्वा भवत्या न अवगतं पूर्वपक्षी पूर्वपक्षिणा एव एतादृशप्रश्नः पृष्टः अस्ति इत्युक्ते अत्र अत्र किमपि नास्ति भगिनि अत्र अत्र किम् उच्यते इति चेत् तत्र किमपि तर्कः तत्र वक्तव्यः खलु इत्युक्ते प्रत्ययस्य श्लू लुक् लुपः इति सूत्रं वर्तते तत्र प्रत्ययस्य इति पदम् अस्ति तस्मिन् सूत्रे अपि प्रत्ययस्य इति पदेन समग्रप्रत्ययस्य श्लू लुक् लुपः इति अर्थः अस्ति तर्हि इदानीम् अस्मिन् सूत्रे प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रितमस्ति पाणिनिना. तर्हि किमर्थम् एवं सूत्रितमस्ति? पूर्वस्मात् सूत्रात् प्रत्यस्य इति पदम् आनेतुं शक्नुमः खलु अत्र. अतः लोपे प्रत्ययलक्षणम् इति सूत्रं भवेत्. किमर्थं प्रत्ययलोपे इति उक्तं? लोपे प्रत्ययलक्षणम् इति वदति, तर्हि पूर्वस्मात् सूत्रात् प्रत्यस्य इति पदम् आनेतुं शक्नुमः. तदानीमपि वयम् अवगन्तुं शक्नुमः समग्रप्रत्ययस्य लोपः कृत्स्नप्रत्ययस्य लोपे सति प्रत्ययलोपे प्रत्ययलक्षणं भवति इति वयम् अवगन्तुं शक्नुमः. तर्हि किमर्थं पुनः अस्मिन् सूत्रे प्रत्ययलोपे इति उक्तम् इति प्रश्नः. तदानीम् उच्यते यत् अत्र प्रत्ययः इति पुनः उक्तं. किमर्थम् उक्तम् इति चेत् तेन वयम् अवगन्तुं शक्नुमः यत् प्रत्ययस्य अवयवस्यापि तत्र प्रत्ययत्वं वर्तते. तत् कथं जानीमः इति चेत् तदर्थम् उदाहरणं दीयते. सात्पदाद्योः इति सूत्रमेव उदाहरणमस्ति. तत्र सात्पदाद्योः इति सूत्रम् आदेशप्रत्ययोः इत्यस्य निषेधकसूत्रमस्ति. आदेशप्रत्ययोः इत्यनेन इन् इन् वर्णः वर्तते चेत् इन्को इति इन् प्रत्याहारस्थः वर्णः अथवा कवर्ग्यवर्णः अस्ति चेत् तस्य अनन्तरं प्रत्यय अवयवरूपसकारः वर्तते, अपि च प्रत्यय अवयवरूपसकारः अपि प्रत्ययः प्रत्ययत्वं भवेत्. तस्मिन्नपि प्रत्ययत्वं यदा भवति तदानीं सत्त्वादेशः भवति इति अस्ति. तर्हि तस्य निषेधकसूत्रमस्ति सात्पदाद्योः इति. तर्हि सात्पदाद्योः इति सूत्रं सत्त्वकार्यं निषिध्यति. तर्हि सत्त्वकार्यं कदा निषिध्यति? यदा प्राप्यते तदानीमेव निषिध्यति. कदा प्राप्तिः भवति? यदा प्रत्ययस्य अवयवरूपेण सकारः अस्ति, सः सकारः सकारे अपि प्रत्ययत्वं भवेत् तदानीमेव निषिध्यति. यदि तत् कथं जानीमः इति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमेव ज्ञापकम् अस्ति. यदि तादृशज्ञापकं नास्ति तदानीं का हानिः इति चेत्, यदि तादृशज्ञापकं नास्ति, यदि प्रत्ययस्य अवयवः इति वयं वदामः चेत् तस्मिन् प्रत्ययत्वम् इति नास्ति चेत् तदानीं किं भवति इति चेत् आदेशप्रत्ययोः इत्यस्य प्राप्तिः एव न भवति. अग्निसात् इत्यत्र आदेशप्रत्ययोः इत्यस्य प्राप्तिः न भवति, यतोहि अग्निसात् इत्यत्र सकारः प्रत्ययस्य अवयवः अस्ति परन्तु प्रत्ययत्वं नास्ति इति कृत्वा तत्र आदेशप्रत्ययोः इत्यस्य प्राप्तिः एव न भवति. प्राप्तिः एव न भवति चेत् सात्पदाद्योः इति सूत्रेण निषेधः कथं भवितुम् अर्हति? प्राप्तिः अस्ति चेदेव निषेधः खलु. तर्हि तदानीं सूत्रमेव व्यर्थम् इति वक्तव्यं. तत्र सात्पदाद्योः इति सूत्रे सात् इति पदस्य व्यर्थता अस्ति इति वक्तव्यं. परन्तु तस्य निषेधार्थं, सात् इति पदस्य व्यर्थता नास्ति इति तस्य निषेधार्थम् अत्र वक्तव्यम् आदेशप्रत्ययोः इत्यत्र प्रत्यय अवयवरूपी सकारः इत्युक्ते तत्र सकारः अपि सकारे अपि प्रत्ययत्वं भवेत् तदानीमेव मूर्धन्य आदेशः भवति इति. यदा भवति तदानीं सात्पदाद्योः इत्यनेन तत्र निषेधः भवितुम् अर्हति. एवं चेत् तत्र सात्पदाद्योः इति सूत्रमपि व्यर्थं न भवति. एतत् सर्वं कथं जानीमः इति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र प्रत्ययः इति पदेन अस्माभिः ज्ञायते इति तत्र लिङ्किङ्ग् करोति. तत्र समडि हु नोस् द होल् अष्टाध्यायी इस् एबल् टु लिङ्क् लैक् दिस्. अवगतं वा? अस्तु समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. अस्तु तर्हि विजयलक्ष्मी भगिनी अग्रे पठतु. आं भगिनि. यथा प्रत्ययस्य कश्चन भागः लुप्यते चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति प्रदर्शनार्थं हन् हिंसावत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः. आङ् इति उपसर्गपूर्वकः, हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति. आङो यमहन् यमहनः इत्यनेन सूत्रेण प्रत्ययलोपे प्रत्ययलक्षणं इत्यत्र सम्पूर्णप्रत्ययस्य एव गणना भवति, न तु कश्चन अवयवभागस्य कश्चन भागस्य इति साधय साधनार्थम् अत्र वयं हन् इति धातु स्वीकृत्य हन् धातोः आदौ आङ् इति उपसर्गः भवति आङो यमहनः इति सूत्रेण. तत्र प्रक्रिया आङ् योगः हन् योगः लिङ् विधिलिङ्लकारे लिङ् इति प्रत्ययः आगच्छति. विधिलिङ्लकारस्य विवक्षायां हन् इति धातुतः लिङ्लकारः विधीयते, ततः ङकारस्य लोपः भवति, आ योगः हन् योगः इड्. आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदी सम्यकः इड् इति तिङ् प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने उत्तमपुरुष एकवचनस्य विवक्षायाम्. इड् इति तिङ् प्रत्ययः अपित् इत्यतः सार्वधातुकम् अपित् इति सूत्रेण इड् इति प्रत्ययः निद्वत् भवति. इड् इति प्रत्यये डकारस्य इत् संज्ञा भूत्वा लोपः च भवति, अतः इ इति अवशिष्यते. अधुना आ योगः हन् योगः इ इति स्थितिः. अधुना कर्तरी शप् इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्तरर्थे सार्वधातुकप्रत्यये परे, अतः आ योगः हन् योगः शप् इत्यत्र केवलम् अ इति अवशिष्यते, अ योगः इ इति भवति. आ योगः हन् योगः अ योगः इ आदिप्रभृतिभ्यः शपः इति सूत्रेण सारी अदिप्रति प्रभृतिभ्यः शपः इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुप् भवति, अतः अकारस्य लोपः जायते विशिष्टलोपः लुक् इति प्रत्ययेन. आयोगः हन् योगः इ इति भवति. पुनः आयोगः हन् योगः इ इति लिङ् लिङ् लिङ्गः सीयुट् लिङ्गः सीयुट् इत्यनेन सूत्रेण लिङ्गादेशानां सीयुट् आगमो भवति, अतः ई प्रत्ययस्य स्यूट् आगमः भवति. स्यूट् इति आगमः टिप् अस्ति इति कृत्वा आद्यन्तौ टकितौ इति सूत्रेण तिङ् प्रत्ययस्य आद्यवयवः भवति, अतः टकारस्य इत्सम्या भूत्वा लोपः च भवति. यकार उत्तरवर्ति उकारः उच्चारणार्थः सी इति अवशिष्यते, अतः आ योगः हन् योगः सी योगः इ. इ इति प्रत्यय अस्ति, अतः इ इत्यस्य आदौ सि इति आगमः तिष्ठति इति भवति. सि इति आगमः प्रत्ययस्य अवयवः अस्ति, यतोहि आगमः यस्य भवति तस्य आद्य अवयवः भवति. इदानीं सिहि इति तिङ् प्रत्ययः इति स्वीक्रियते, अतः आ योगः हन् योगः सिहि इति प्राप्तं वयम्. अग्रे लिङ्गः सलोपो नन्त्यस्य लिङ्गः सलोपः अनन्त्यस्य अतः लिङ्गः सलोपो नन्त्यस्य इति सूत्रेण सार्वधातुके यः लिङ् तस्य अनन्तस्य अनन्त्यस्य सकारस्य लोपो भवति, अर्थात् लिङ्लकारस्य प्रत्ययस्य अवयवरूपेण यः सकारः न तु पदान्ते तस्य लोपः भवति. आ योगः हन् योगः सिइ इत्यत्र सकारः लिङ्प्रत्ययस्य अवयवः अस्ति, अपि च प्रत्ययस्य अन्ते नास्ति. इति कृत्वा सकारस्य लोपः भवति लिङः सलोपो अनन्त्यस्य इति सूत्रेण. अधुना अनुदात्तोपदेश देशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि निति इति सूत्रेण अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ किनिति प्रत्यये परे. अनुनासिकान्त अनुदात्तोपदेशधातवः एते सन्ति यम् रम् नम् गम् हन् मन् इति. अनुनासिकान्त अनुदात्त उपदेशधातवः अस्तु. केवलं 1, 2, 3, 4 षट् धातूनाम् अत्र एतत् सूत्रं केवलम् एतेषां कृते वा भगिनि? यम् रम् नम् गम् हन् मन् इति षट् धातूनां कृते. केवलं षड् इति न, तत्र अनुदात्त अनुदात्तोपदेशदातवः वनति इति धातुः तनोत्यादिगणीयदातवः. तनोत्यादिगणीयः अस्तु. तनोत्यादिगणे केवलं षट् धातवः सन्ति इति वा? न, अत्र अनुनासिकान्त अनुदात्तोपदेशदातवः इति उक्तं खलु, अनुदात्तोपदेशदातवः. तनोत्यादिगणः इति विषयः नास्ति इति कृत्वा अत्र नोक्तम्. अस्तु, अतः तनोत्यादिगणे क्षम्यतां भगिनि, तनोत्यादिगणे अनुनासिकान्तदातवः तत्रापि प्रायः षड् षड् इति स्यात्. अस्तु, अत्र हन् अन्ततो गत्वा हन् इति धातु अत्र अस्ति, अतः सी इति प्रत्यये सकारस्य लोपः अभवत्. तर्हि अत्र प्रश्नः उदेति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण सकारस्य लोपानन्तरम् अपि तस्य लक्षणं झलादित्वं तिष्ठति वा, येन अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि किमिति इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य नकारस्य लोपः स्यात्. हन् इत्यस्य नकारस्य लोपः भवति वा इति प्रश्नः अत्र. बहु काम्प्लिकेटेड् अस्ति भगिनि, अहं पूर्वं यत् पठितवती सर्वं विस्मृतवती. अतः किम् अत्र अस्मिन् परिचये समापयित्वा पुनः आदौ एकवारं वदतु किं किं जातम् इति. हा अस्तु, अत्र आयोगः हन् योगः सी इत्यत्र सकारस्य तु लोपः अभवत् खलु पूर्वमेव. केन सूत्रेण? लिङ्गसियुट् इत्यनेन सियुट् अभवत्. अनन्तरम् आद्यन्तौ टकितौ सियुट् इति आगमः आयाति. लिङ्लकारस्य लिङ्लकारस्य प्रथमैकपुरुष किम् आसीत्? प्रथमैक उत्तम पुरुषैकवचनस्य विवक्षायां सियुट् इति आगमः लिङ्गसियुट् इति सूत्रेण भवति. अत्र सियुट् इति आगमः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन टित् आगमः प्रत्ययात् विधीयते इति कृत्वा प्रत्ययस्य आदौ आयाति. अतः अत्र टित् इत्यत्र तकारः इत्सम्या, अपि च सियुट् इत्यत्र टकारः इत्सम्यकः, अपि च उकारः उच्चारणार्थः, सी इति अवशिष्यते. आ योगः हन् योगः सी योगः इ इति स्थिते आ योगः हन् सी इ इति भवति. अत्र सी इ इति इदानीं तिङ्प्रत्ययः इति स्वीक्रियते. पुनः किं भवति आ योगः हन् योगः सी इति स्थिते अग्रे लिङ्गः सलोपो नन्त्यस्य इति सूत्रेण लिङ् सार्वधातुकप्रत्ययः अस्ति तस्य अनन्त्यस्य सकारस्य लोपः भवति अन्ते मा भूत् अवयवः लकारस्य किं प्रत्ययस्य अवयवः सकारः यद् अन्ते नास्ति तस्य सकारस्य लिङः सलोपो अनन्त्यस्य इति सूत्रेण लोपः भवति लोपः भवति इत्यनेन आयोगः हन् योगः ई इति अवशिष्यते अधुना अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिकिनीति इति सूत्रेण अनुदात्त औपदेशिक अनुदात्त वनतेः अपि च तनोत्यादिगणे यम् रं नं गं हन् मन् इति षट् धातूनां कृते सूत्रं वदति किं वदति सी इति प्रत्यये यः सकारः षण्णां धातूनां कृते हा षण्णां धातूनां कृते किम् इति वदति कस्य लोपः झलि किमिति अनुनासिकस्य लोपः अनुनासिकस्य अनुनासिकस्य लोपः अनुनासिक इत्युक्ते अत्र नकारः नकारः अन् इति सूत्रे नकारः नकारस्य लोपः भवति परन्तु अत्र सी इति प्रत्ययस्य सकारस्य पूर्वमेव वयं लोपः कृतवन्तः अतः प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण लुप्तसकारस्य प्रश्नः उदेति लुप्तसकारस्य लक्षणम् अत्र तिष्ठति वा जलादित्वं तिष्ठति वा येन अस्य सूत्रस्य प्रसक्तिः भवति अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रस्य प्रवृत्तिः अत्र भवति वा नकारः लुप्यते वा इति प्रश्नः उदेति अनन्तरं किम् इति द्रष्टव्यम् सम्यक् सम्यक् एतावता अवगतं वा अत्र पुनः वक्तव्यं वा प्रक्रिया कथमस्ति इति अवगम्यते वा हा प्रायः अस्तु बहवः नूतनसूत्राणि सन्ति बहूनि नूतनानि सूत्राणि न बहूनि नास्ति एकमेव अस्ति कथं कुत्र अस्ति बहूनि लिङ्गः सीयु तत्सर्वं जानाति आत्मनेपदीनां लिङ्गः स्यूट् इति भवति खलु अस्माभिः पठितं यासुत् परस्मैपदेषु उदात्तो निच्च लिङ्गः स्यूट् इति सर्वम् अस्माभिः पठितं लिङ्गः सलोपोनन्तस्य इति अपि पठितम् अस्तं महोदय किम् आग्नीय हन्धातोः तत्र लिङ्ग्लकारस्य लिङ्ग्लकारः हन्धातुः हन्धातुः इत्युक्ते भवती जानाति खलु अन्यत् हन्ति हन्ति तस्मिन्नेव लिङ्ग्लकारः लिङ्ग्लकारः अस्तु इदानीं तत्र उत्तरम् अनिवाग्नि अग्रे अग्रे भगिनी एकः संशयः अस्ति तत्र इट् इति योजितं किल तत् कथम् अपित् अभवत् मिप् इत्यस्मिन् स्थाने एव तत् आगच्छति किल इड् आत्मनेपदी प्रत्ययः अतः मिप् स्थाने नास्ति um, आत्मनेपदि प्रत्ययः के तां झ था सा तां द्वम् इड् वहि महि आं भगिनि अस्तु अग्रे गच्छामि. उत्तरम् अस्ति तदा आरभ्य वा? आम् उत्तरम् अस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपि तु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति. अनेन कारणेन अनुदात्त उपदेश वनति तनोत्य तनोति इत्यादीनां तनोत्यादीनाम् अनुनासिकलोपः झलि किङिति इति सूत्रेण झलाति ङित् प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्ध्यति. अत्र हन्ध आ प्लस् हन् प्लस् सि इत्यत्र अनुदात्तुपदेश वनति तेन सूत्रेण नकारस्य लोपः सामान्यतः भवति सामान्यतया भवति. अत्र प्रत्ययस्य लोप केचन भागस्य लोपः भवति सकारस्य लोपः अभवत् सियुक्त् इति सकारस्य लोपः अभवत् अतः तेन पुनः झलि किङ् इति अस्ति किल सो इदानीं झल् प्रत्याहार झल्त्वं तत्र नास्ति ई इत्येव अस्ति अतः तस्य प्रयोजनं कर्तुं शक्यते इति प्रश्नः अस्ति. तस्य उत्तरम् इदानीं दत्तं प्रत्ययलोपे कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणम् इदानीं सकारः एव लुप्यते अतः तत् वयं कर्तुं न शक्नुमः इति. प्रत्ययस्य अवयवः एव लुप्तः यद्यपि तत्र प्रत्ययत्वम् अस्ति प्रत्ययस्य अवयवः लुप्तः यद्यपि तत्र प्रत्ययत्वम् अस्ति तथापि प्रत्ययलोपे प्रतिलक्षणम् इति इत्यनेन प्रत्ययलक्षणं न भवितुम् अर्हति यतोहि तत्र कृत्स्नप्रत्ययः भवेत् खलु इति कृत्वा अनुदात्तो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिग्निति इति सूत्रस्य कार्यं न भवति. इत्युक्ते कृत्स्नप्रत्ययस्य एव लोपः कृत्स्नप्रत्ययस्य लोपः चेदेव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति कथं जानीमः इति चेत् तत्र इदम् उदाहरणमेव अत्र प्रमाणम् आग्नीयः इति यद् उदाहरणमस्ति तदुदाहरणमेव प्रमाणमस्ति. अस्तु अस्तु किञ्चित् अग्रे पठतु. अपि च अत्र स्थानिवतादेशो नल्विधौ इत्यनेन स्थानिवद्भावेन अपि जलादित्वम् इति यः धर्मः स्थानिनी अस्ति तस्य अध्यारोपः लोपादेशे न शक्यते यतोहि अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपः झलि किङिति इति सूत्रम् अल्विधिः अस्ति. अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपः झलि किङिति इति सूत्रं तदा एव कार्यं कर्तुं शक्यते यदा स्थानिनि यः जलादित्वम् अस्ति तस्य अध्यारोपः क्रियते ई इति प्रत्यये इति कृत्वा इदं सूत्रम् अल्विधिः इति मन्यते. अचः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसङ्गः एव नास्ति यतोहि अत्र आदेशः तु सकारस्य स्थाने जातः न तु अच्वर्णस्य स्थाने. इदानीं द्वितीयम् अन्यं सूत्रं वयं स्थानिवद्भावेन यत् पठितं तदस्ति स्थानिवतादेशो नल्विधौ इति सूत्रम्. अत्र प्रथमकाले सकारः अस्ति द्वितीयकाले सकारस्य लोपः अभवत् तृतीयकाले सूत्रम् अस्ति अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपः झलि किङिति इति. अत्र झल् अस्ति चेदेव तस्य कार्यं भवति अतः तद् अल्विधिः अस्ति. अतः स्थानिवतादेशो अनल्विधौ इति सूत्रस्य कार्यं तत् तत्र न भवति. इदानीम् अचः परस्मिन् पूर्वविधौ तदपि स्थानिवद्भावं कारयति, परन्तु तत्र अचादेशः नास्ति, अतः तस्यापि तत्र प्रसङ्गः नास्ति इति. सम्यक् सम्यक्. इदानीं तत्र कः पुनः वदति? सम्यक्तया उक्तवती भगिनी. इदानीं कः प्रयत्नं करोति? सूर्यकुमारी भगिनी वदति वा? भगिनी तत्र सकारलोपः भवति, प्रत्यय अवयव एव लोपः भवति, स्थानिवत् आदेश अनल्विधौ इत्यनेन तत्र अल्विधिः अस्ति. अल्विधि इत्युक्ते सकार अस्ति. अल्विधिः अस्ति चेत् अल्विधि अल्विधि किम् अस्ति? किं सूत्रम् अल्विधिः अस्ति? स्थानिवत् आदेश अनल्विधौ इत्यनेन अनल्विधि एव स्थानिवत् भाव भवति, न तु अल्विधि अस्ति चेत्. अत्र अल्विधि सूत्रं किम् इति वक्तव्यम्? अल्विधि अनुदात्त उपदेशे मनसि तनोति इत्यादीनाम् अनुनासिकलोपो जलिनिति इति सूत्रम् अल्विधिः अस्ति खलु? आम्. तत्कारणेन अल्विधिः अस्ति चेत् सकार स्थानिवत् भवति. स्थानिवत् भवति चेत् प्रत्ययलोप अल्विधिः अस्ति चेत् स्थानिवत् भवति वा? अल्विधिः इति उक्तवती खलु? अल्विधिः अस्ति चेत् न न भगिनि, तत्र अनल्विधि नास्ति, तत्कारणेन भवति. न न, अनुदात्तोपदेश वनति तनोत्यादीनाम् इति सूत्रम् अल्विधिः इति उक्तवती खलु? अल्विधिः वन वा? अल्विधि न भगिनि, अल्विधिः नास्ति वा? किञ्चित् काल किञ्चित् क्षणद्वयात् पूर्वम् अल्विधिः इति उक्तवती खलु? जल्दि अस्ति चेत् अल्विधिः अस्ति. इदानीम् अल्विधिः अस्ति वा न इति डिसैड् कृत्वा वदतु, निर्णयं कृत्वा वदतु, अस्ति वा न वा? अनुदात्त उपदेशे इति सूत्रेण अल्विधिः अस्ति. अल्विधिः अस्ति, अस्तु, कथम् अल्विधिः इति वदतु एकवारम्. सूत्रं वदति जलिपर्ये एव कार्यं भवति इति. जलिपर्ये अस्ति एव कार्यं भवति. तत्र सकार जल् अस्ति. जल् जल् अस्ति चेत् नकारलोपः भवति. तर्हि तत्र अच परस्मिन् पूर्वविधौ सूत्रप्रसक्तिः एव नास्ति. अच् नास्ति चेत् तस्य प्रसक्तिः अपि नास्ति. समीचीनम्. अत्र जलादित्वम् अस्ति महोदय, तस्य अध्यारोपः क्रियते इति प्रत्यये इति कृत्वा इदं सूत्रम् अल्विधिः इति मन्यते. अध्यारोपः क्रियते इति कृत्वा अल्विधिः इति न, जलादि जलादित्वम् अपेक्षते, तादृशजलादित्वं स्थानिनी अस्ति, आदेशे नास्ति इति कृत्वा. इत्युक्ते तत्र अनुदात्त उपदेशवनति तनोत्यादीनाम् इति सूत्रस्य यानि यानि निमित्तानि सन्ति तेषु निमित्तेषु कश्चन अल्वर्णः अपेक्षितः, सः अल्वर्णः जल् वर्णः. तादृशजल् वर्णः स्थानिनी अस्ति परन्तु आदेशे नास्ति इति कृत्वा सूत्रम् अल्विधिः अस्ति खलु? इति कृत्वा अल्विधिः अस्ति इति कृत्वा स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न शक्यते। अतः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसङ्गः अस्ति वा? नास्ति खलु, एतदपि नास्ति, यतोहि तत्र सकारस्य स्थाने आदेशः, न तु अज् अज्वर्णस्य, तत्र अज् इति स्यात्, अज्वर्णस्य स्थाने नास्ति इति कृत्वा तदपि प्रसक्तं नास्ति। अस्तु, इदानीं विजयभगिनी अग्रे पठतु। आम् महोदय, आयोगः आयोगः अन्योगः हि अधुना गमहणजनघनघस्सां लोपः नित्यनङ्गि इत्यनेन सूत्रेण गम हण जन ख गस इत्येतेषाम् अङ्गानाम् उपादायाः लोपः भवति। अजादौ निति प्रत्यये, अनङ्गि च परे, ईये इति प्रत्ययः अजादिः, नित्वत् परत्ययः इति कृत्वा अकार उत्तरवर्तिनः अकारस्य लोपः जायते, अतः तत्र आयोगः युक्योगः इन् ई इति भवति। अत्र अकारस्य स्थाने अज उपादायां लो न, अत्र आयोगः अन्योगः ई इति भवति। अत्र गमहणजन घन गस्सां लोपः नित्यनङ्गि इत्यनेन सूत्रेण एतत् परिगणितधातोः अङ्गाणाम् उपादायाः लोपः भवति, अतः अकार उत्तरव अकार उत्तरवति अकारः लोपः भवति, अतः तत्र आयोगः युह् योगः इन् अनन्तरं यि इति तत्र तिष्ठति खलु महोदय? आमां, किञ्चित् प्रतिपादयतु किम् अस्ति इति। अत्र अत्र आ इति आङ् इति उपसर्गपूर्वकमस्ति, अतः तत्र अनुबन्धलोपानन्तरम् आ एव तिष्ठति। अनन्तरम् अत्र हन् इति धातुः ति इदानीमत्र ति इति भवति, अत्र एक सकारस्य लोपः भूत्वा इ एव तिष्ठति, इ एव तिष्ठति, अतः तत्र आयोगः अन्योगः इ। इदानीं गमहणजनघनघस्सां लोपः नित्यनाङ्गि इति सूत्रेण अत्र उपादायं स्थितस्य अङ्गानां लोपः भवति। निमित्तम् अत्र अस्ति अजादौ निति प्रत्यये परे अस्ति चेत्, अनङ्गि च परे अस्ति चेत्, इदानीम् ई इति प्रत्ययः अजादिः, नित्वत् प्रत्ययः अत्र, अतः तत्र गुणनिषेधः भवति इति कृत्वा इदानीम् अकार उत्तरवर्तिनः अत्र अकारः एतत् एव अत्र लोपः जायते, गमहनजनकनकस्सां लोपः नित्यनङ्गि इत्यनेन उपादायं स्थितस्य अज अङ्गानां लोपः भवति, अतः तत्र आयोगः युः योगः इन् योगः इ इति तिष्ठति अत्र अन्ते खलु महोदय? आं, समीचीनं भगिनि, समीचीनं। तर्हि धन्यवादः। तर्हि इदानीम् अग्रे तत्र तत्र किं विनय महोदय वदति वा अग्रे हो हन्तेर् निन्नेषु? भगिनी, अत्र अल्लोपो अनः किमर्थं न आयाति? अल्लोपो नः इति सूत्रं किं वदति? तत्र किमपि भसम्य अस्ति वा इति इदानीं सुबन्तप्रक्रियायामेव भसंज्ञा खलु, अत्र सुबन्तप्रक्रिया अस्ति वा? हा नास्ति, हा सत्यं, फुल् कन्फ्यूजन् अस्तु। अस्तु, विनय महोदय अस्ति वा? अत्र म्यूट् मध्ये अस्ति महोदय वंशी भगिनी सर्वदा मम नाम विनयमहोदय ध्वनि करोति अहं न जानामि परन्तु अत्र प्रकृतसम्बन्धे वदामि परन्तु एक प्रश्नः अस्ति भगिनि अल्विधिसम्बन्धे अल्विधिसम्बन्धे अस्तु स्थानीकः स्थानी अस्ति सी स्थानी अस्ति सकारः सीन सकारः स्थानी ओ ओके सकारः स्थानी सकार यदि भवती सकार यु नो तर्हि मम उचित न श्रुतवान् परन्तु सकार न सकार कथमस्ति सकार तु अस्ति तत्र किं सीयुट् इति सकारः अस्ति खलु सीयुट् न सीयुट् अहं जानामि परन्तु झलादित्वम् अस्ति झलादित्वम् अस्ति झलादित्वम् अर्थः कः वन् टु त्रि फोर् प्लस् शशसः तर्हि सकार अस्ति तत्र तर्हि सकार अस्ति परन्तु आदेशः सकार तु नास्ति लोपादेशः खलु क्षम्यतां चकारस्य लोपादेशः भवति परन्तु यदि अनल् विधिः अस्ति स्थानीवत् न क्षम्यतां यदि स्थानीवत् अपेक्षितः तर्हि स्थाने अपि वर्ण अपेक्षितः यदि वर्ण आदेश नास्ति तर्हि तु अल्विधिः अस्ति आदेश आदेश तिष्ठति अल्विधिः अस्ति परन्तु दीर्घसूत्रकारणेन अल्विधिः अस्ति प्रश्न अहं चिन्तयामि परन्तु अहम् इदानीं कोऽपि चिन्ता नास्ति अतः वयं अत्र कः हा आयोग ह हलन्त योग न हलन्त योग ई अग्रे हो हन्तेः को हन्तेर्णेषु इति सूत्रेण हन्तेः हकारस्य कवर्गादेशः भवति इति णिति प्रत्ये परे नकारे च परे इति णिति प्रत्ये परे अपि च नकारे च परे अतः हकार स्थाने ककार देशः जायते स्थाने अन्तरतमः इत्यनेन न वयं किञ्चित् जानीमः एक सूत्र अस्ति चजोः घिण्यते सूत्र अस्ति चजोः घिण्यते तर्हि चजोः घिण्यते अत्र किञ्चित् आधार अस्ति अनासाय कृत यदि वयम् अग्रे हो हन्तेर्ण वदामः परन्तु तत्र अपि कुत्र भवति कुत्र अर्थात् कवर्गी अस्ति परन्तु अत्र घ अपि च कण्ठ स्थानमस्ति तर्हि स्थाने अन्तरतम् अत्र वदामः कण्ठस्थान अस्ति केवलं स्थान अस्ति परन्तु अन्य विषयः अपि अस्ति अल्पप्राण महाप्राण घोष घोष इत्यादि परन्तु आ घ हलन्तयोग न योग ई इति भवति तर्हि आ घ न ई अधुना इटोत् वयं पठितवान् इटोत् अपि विधिसम्बन्धे इति सूत्रेण लिङ्गदेशस्य इतः अत् स्यात् अत् अर्थात् तपर् अर्थ अकार अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति अर्थात् अ योग घ न इ योग अ तु अपेक्षित अन्यथा कथम् ईय भवति ईय वयं जानीमः विधिलिङ्ग अस्ति उत्तमपुरुष उत्तमपुरुष प्रथमवचन इ अस्ति इ एताम् इरन् न इ एताम् ईत् इयताम् ईरन् ईथा यथाम् ईध्वम् ईवहि ईमहि सूत्रस्य परन्तु तत्र एव आघ्नीय इति रूपं सिद्धं भवति. उत्तमं, धन्यवादः. सम्यक्, धन्यवादः. तर्हि इदानीं मीनाभगिनी किञ्चित् अग्रे पठतु. अत्र वा स्थानिवदादेशो अनल्विदौ इति अतिदेशसूत्रेण एव प्रत्ययलोपोऽपि स्थानिविद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् प्रत्ययलोपप्रत्ययलक्षणम् इति सूत्रं किमर्थमिति प्रश्नः उदेति. अत्र स्थानिविद्भाव अनल्विदौ इति सूत्रेण एव प्रत्ययलोपो प्रत्ययलोपोऽपि स्थानिविद्भावः भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् पुनरपि प्रत्ययलोपप्रत्ययलक्षणम् इति सूत्रं तादृशं किमर्थमस्ति इति उक्तं. तत्र सा समाधानत्वेन उच्यते यत् प्रत्ययलोपो तत् लक्षणं स्थानिवद्भावेन न सिद्ध्यते, यतोहि अल्विदौ इति विशेष निषेधात्. यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति. अल्विदौ अपि प्रत्ययलोपो प्रत्ययलक्षणम् इष्यते, तदर्थम् एव प्रत्ययलोपो प्रत्ययलक्षणम् इति सूत्रम् आवश्यकम्. स्थानिवद्भावेन सिद्धे अल्विद्यर्थमिदं प्रत्ययलोपप्रत्ययलक्षणम् इति सूत्रम्. अत्र समाधानमस्ति तत्र स्थानिवद्भावौ अनल्विदौ अपि च प्रत्ययलोपप्रत्ययलक्षणम् इति सूत्रस्य किमर्थम् उक्तम् इति तत्र समाधानमस्ति चेत् तत्र अस्ति यत् प्रत्ययलोपो तत् लक्षणं स्थानिवद्भावेन न सिद्ध्यते. यदि स्थानिवद्भावो अनल्विदौ इति सूत्रं स्थानिवद्भावः भवति अनल्विदौ अस्ति चेत् एव कार्यं करोति स्थानिवद्भावः करोति तेन अतः अनेन सूत्रेण. परन्तु परन्तु यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिविद्भावः तदा एव शक्यते यदा तृतीय किम तिङ्प्रत्ययः इति अत्र उदाहरणं किम् उक्तं तत्र भगिनि तृतीयकालविधिसूत्रं तत्र प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते चेत् किं तिङ्प्रत्ययः कुत्र स्वीकरोति तत्र तिङ्प्रत्ययः तत्र यदि प्रक्रियायां न यदि एवमेव उक्तं यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि उदाहरणत्वेन उक्तमस्ति तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति. तत् उक्तं तत्र यदा स्थानि भवति स्थानि लोपः भवति तृतीयकाले यदा अत्र अनल्विधिः अस्ति चेत् एव स्थानिवद्भाव अनल्विधौ इति सूत्रस्य प्रसक्तिः अस्ति. किमपि इत्युक्ते प्रत्ययत्वं भगिनि प्रत्ययत्वम् इत्यत्र स्थानिवद्भावः सर्वत्र भवति. इत्युक्ते तिङ् प्रत्ययः अस्ति चेत् तिङ् प्रत्ययत्वं भवति, परन्तु तिङ् प्रत्यये जलादित्वम् अस्ति चेत् तादृशजलादित्वस्य स्थानिवद्भावः न भवति खलु अल्विदौ. आम् आम् आम् तत्रैव हन् धातो इति शशि इत्युक्ते उदाहरणम् अस्ति तत्र. सत्यं सत्यं तदेव उदाहरणम्. अल्विदौ अपि प्रत्ययकाले प्रत्ययलक्षणं प्रत्ययलोपेष्यते प्रत्ययलोपे यदा अल्विधि अस्ति चेत् एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते अल्विदौ अपि वा अनल्विदौ अपि वा परन्तु अनल्विदौ अपि अनल्विदौ अस्ति चेदेव स्थानिवद्भावः आदेशः भवति परन्तु प्रत्ययलक्षणप्रत्ययलोभस्य अल्विदि इति एव अस्ति नास्ति यद् अल्विदौ अस्ति वा अनल्विदौ अस्ति वा प्रत्ययस्य प्रत्ययलोपे प्रत्ययलक्षणस्य सूत्रप्रसक्तिः भवति तत्र अल्विदौ इत्यस्य आवश्यकं नास्ति अल्विदौ वा अनल्विदौ वा इत्यस्य आवश्यकं नास्ति स्थानिवद्भावे सिद्धे अल्विदौ इत्यर्थम् अल्विद्यर्थं प्रत्ययलोप प्रत्यक्षमस्ति इति सूत्रं तत्र अल्विधिः अस्ति चेत् अपि प्रत्ययलोपे प्रत्ययलक्षणं भवति अल्विधि वा अनल्विधि वा किल तत्र स्थानिवद्भाव कथं भेदः भवति इति चेत् स्थानिवद्भाव आदेशो अनल्विधौ इति सूत्रम् अनल्विधौ एव तृतीयकाले सूत्रम् अनल्विधि अस्ति चेत् एव स्थानिवद्भावः आदेशो भवति परन्तु तादृशं आवश्यकं नास्ति अल्विदौ वा अनल्विदौ वा तत्र प्रत्ययलोपप्रत्ययलक्षणं सूत्रस्य सूत्रं कार्यं करोति समीचीनं तर्हि तत्र उषाभगिनी अत्र सारांशः वदतु अस्मिन् परिच्छेदद्वये किमस्ति किं वक्तुमिच्छामः ओके भगिनि स्थानिवत् आदेश अनल्विदौ इति सूत्रं वदति आदेशः स्थानिवत् भवति इति अनन्तरं यत् सूत्रं कार्यं कर्तुम् आगच्छति तत् सूत्रम् अल्विति अस्ति चेत् आदेशः स्थानिवत् न भवति इति वयं जानीमः अत्र उदाहरणे अल्विधि अस्ति इत्यनेन स्थानिवद्भावं न स्वीक्रियते स्वीक्रियते तदा एव अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलि किङ् इत्यस्य कार्यं नास्ति इति वयं स्वीकर्तुं शक्यते परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमपि सिमिलर् कार्यं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे अपि प्रत्ययलोपे सति अपि प्रत्ययस्य निमित्तं प्रत्ययस्य कार्यम् अस्ति इति सूत्रं वदति प्रत्ययलोपे प्रत्ययलक्षणं तत्सूत्रेण अल्विधिः अस्ति वा अनल्विधिः अस्ति वा प्रत्ययलोपे सति अपि प्रत्ययलक्षणस्य प्रत्ययलक्षणम् अस्ति इति सूत्रेण स्थानिवद्भावं सिद्ध्यति अल्विधि अस्ति चेत् अपि च अनल्विधिः अस्ति चेत् अपि वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपे सति अपि प्रत्ययस्य कार्यम् अस्ति इति स्वीकर्तुं शक्नुमः सम्यक् वस्तुतः प्रत्ययलोपे प्रत्ययलक्षणम् इति तु अल्विद्यर्थमेव कृतम् अस्ति परन्तु यथा भवती वदति अल्विधिः वा अनल्विधिः वा इति वयं न चिन्तयामः समग्रप्रत्ययस्य लोपः चेत् प्रत्ययलोपे प्रतिलक्षणम् इति वयं स्वीकुर्मः अस्तु सम्यक् तर्हि अत्र स्थगनं कुर्मः समयः अतीतः इतः अग्रे अग्रे सप्ताहे प्रश्नः अस्ति तर्हि तत्र यत्र यत्र स्थानिवदादेशः अनल्विधौ इत्यनेन तत्र अनल्विधिः अस्ति अल्विधिः अस्ति अपि तत्र सम्पूर्णप्रत्ययस्य कार्यं भवति तत्रैव प्रत्ययलोपे प्रत्ययलक्षणं भवति किल तत्र यदि एकस्य वर्णस्य अवयवस्य कार्यं भवति तत्र तु न भवति समग्रप्रत्ययस्य लोपः भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन एव तत्र कार्यं भवति नो चेत् तत्र अनल्विधिः अस्ति चेत् एव स्थानिवद्भावेन तत्र कर्तुं शक्नुमः प्रत्ययस्य लक्षणं कर्तुं शक्नुमः प्रत्ययस्य इत्युक्ते समग्रलक्षणं न कर्तुं शक्नुमः इत्युक्ते अनल्विधौ तु वयं कर्तुं शक्नुमः इत्युक्ते सामान्यतया प्रत्ययस्य यद् लक्षणमस्ति तद् भवति एव स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति एव, न कोऽपि क्लेशः. परन्तु यत्र अल्वर्णः अस्ति तत्र एव अत्र प्रत्ययलोपे प्रत्यलक्षणम् इत्युक्ते प्रायेण वयं परिशीलनं कर्तुं शक्नुमः, परन्तु प्रायेण प्रत्ययलोपे प्रत्यलक्षणम् इत्यत्र सर्वत्रापि अल्विधिः यत्र भवति तत्र एव अस्य कार्यं भवति. प्रत्ययत्वमपि आयाति, अल्वर्णः अपि आयाति. अस्तु, इत्युक्ते प्रायः तादृश उदाहरणं न लभ्यते यत्र स्थानिवतादेशो अनल् विधौ इत्यनेन एव स्थानिवद्भावः शक्यते इति. तत्र स्थानिवद्भावः केवलं प्रत्ययत्वस्य विषये एव भवति, परन्तु अल्वर्णस्य विषये न भवति. अत्र तु अल्वर्णस्य विषये अपि अस्ति इति कृत्वा इदानीं कश्चन प्रत्ययः लुप्तः चेत् तदानीम् इदानीं सकारः इति प्रत्ययः लुप्तः इति चिन्तयतु, तदानीं स्थानिवतादेशो अनल् विधौ इत्यनेन सर्वदा तत्र अल्विधिः एव भवति. इत्युक्ते इत्युक्ते किमपि सूत्रमस्ति यत्र वदति तत्र प्रत्ययः लुप्यते इति, तावदेव वदति चेदपि तत्र प्रत्यये जलादित्वं वर्तते खलु, सकारः इति प्रत्यये जलादित्वं वर्तते खलु. अतः प्रायेण सर्वत्र तत्र यत्र प्रत्ययस्य लोपः भवति सर्वत्र अल्विधिः एव भवति इति कृत्वा स्थानिवत् आदेश अनुविधौ इत्यनेन न प्राप्यते. तदर्थम् अत्र उक्तमस्ति. परन्तु तत्र तु सम्पूर्णप्रत्ययस्य लोपः न जातः किल, सकारस्य एव तत्र लोपः जातः, तत्र प्रत्ययलक्षणं कथं भवति? किं किं तत्र सम्पूर्णप्रत्ययस्य लोपः न जातः, सकारस्य एव लोपः जातः किल? तत्र सकारः एव सम्पूर्णप्रत्ययः. कुत्र? अत्र अत्र अत्र वदति वा? तत्र अन्ते तत्र तत्र कुत्र वदति भगिनि? सकारः अद्य परन्तु ध्वनि वंशी भगिन्याः बेक्ग्रौण्ड् मध्ये एव अस्ति. एवं वा? अस्तु, क्षम्यतां. फुल् ट्रेन् चलति. क्षम्यतां भगिनि, न जाने. पुनः पठित्वा पृच्छामि भगिनि यत्र संशयः. अग्रिमसप्ताहे पृच्छतु. हा, एकवारं परिशीलनमपि कुर्वन्तु यत्र समग्रप्रत्ययस्य लोपः भवति तत्र कथं भवति, तत्र इत्युक्ते तादृशसूत्रमस्ति वा यद् अल्विधिः नास्ति अनल्विधिः अस्ति तादृशसूत्रमस्ति वा इति परिशीलनं कुर्वन्तु. अल्विधिः अस्ति चेत् क्लेशः नास्ति, साक्षात् प्रत्ययलोपे प्रत्यलक्षणमेव, यतोहि स्थानिवतादेशो अनल्विधौ इति न प्राप्यते. परन्तु तादृश उदाहरणं लभ्यते वा यत्र अनल्विधिः अस्ति इति चिन्तनं कुर्वन्तु. अस्तु अस्तु वा, श्रूयते वा महोध्वनिः? आम् श्रूयते, श्रूयते. वंशी भगिन्याः प्रश्नवती सीयुट इत्यस्य सकारस्य लोपः लिङ्गस्य लोपो अनन्तस्य तत् सकारलोपः तत्र समग्रप्रत्ययः एव नास्ति खलु, अतः समग्रप्रत्ययः नास्ति प्रत्ययस्य अवयवरूपेण यः सकारः परन्तु पदान्ते नास्ति तस्य सकारलोपः एव भवति. तत्र तु प्रत्ययलोपे प्रत्ययलक्षणं न आयाति खलु, अवयवरूपेण नायाति समग्रप्रत्ययस्य लोपः चेदेव कृत्वा तद् प्रसङ्गः एव नास्ति. अतः तत्र लिङ्गः यत्र तत्र सीयुट् इति अस्ति तत्र प्रसङ्गः नास्ति. अन्यत् उदाहरणं चिन्तयन्तु. दयित्वा आगच्छामः भगिनि, तत्र अन्यत् उदाहरणं कुत्र तत्र सम्पूर्णप्रत्ययस्य लोपः भवति पश्यन्तु पश्यन्तु. अस्तु, गृहकार्यमस्ति. अस्तु तर्हि अत्र स्थगनं कुर्वः. धन्यवादः भगिनि, धन्यवादः. धन्यवादः.